तृतीयोऽध्याय है, असौ व अनित्य इत्यादि अध्याय आरंभे संबंध है। अतीतानंतर अध्यायांते उक्तम यज्ञस्य मात्रां वेद इति। यज्ञ विषयाणि च सामहो मंत्रोत्थानानि विशिष्ट फल प्राप्ति यज्ञांग भूतानि उपदिष्टानि। सर्व यज्ञानां च कार्य निवृत्ति रूपः सविता महत्या श्रिया दीप्यते। स एष सर्व प्राणि कर्म फलभूतः प्रत्यक्षं सर्वैः उपजीवति। अतो यज्ञोपदेशानन्तरं तत्कार्यभूतसवितृविषयमुपासनं सर्वपुरुषार्थेभ्यः श्रेष्ठतमफलं विधास्यामि इत्येवम् आरभते श्रुतिः। असौ आदित्योदयमदो तस्य द्यौरेव तिरश्चीनवगंशो अन्तरिक्षम् अपूपं मरीचयः पुत्रः। असौ आदित्योदयमधु इत्यादि देवानां मोदनातो मधु इव मधु असौ आदित्यः। वस्वादीनां च मोदनहेतुत्वं वक्षति सर्वयज्ञफलरूपत्वात् आदित्यस्य। कथं मधुत्वमिति अहं तस्य मधुनः द्यौरेव ब्राह्मणस्यैव मधुनः तिरश्चीन वंशः तिरश्चीनश्च असौ वंशश्च इति तिरश्चीनवंशः। तिर्यग्गता इव हि द्यौः लक्ष्यते। अन्तरिक्षं च मधु अपूपः द्विवंशे लग्नस्सन् लम्बत इव। अतो मधु अपूपसामान्यात् अन्तरिक्षं मधु अपूपः। मधुनः सवितुः आश्रयित्वाच्च मरीचयः रश्मयः रश्मिस्ता आपो भौमाः सवित्रा कृष्टः। एतावापः स्वराजोऽयन्मरीचयः इति हि विज्ञाय ता अन्तरिक्ष मधु अपूपस्थरश्म्यन्तर्गतत्वात् भ्रमरबीजभूताः पुत्राः इव हिताः लक्ष्यन्ते इति पुत्रा इव पुत्रः। मधु अपूपनाट्यन्तर्गता हि भ्रमरपुत्रः। तस्य प्राञ्चो रश्म्या तायैव अस्य प्राच्यो मधुनाढ्यं रुचये मधुकृत ऋग्वेदये पुष्पं तामृता अपस्तायैव एतादृशः। तस्य सवितुः मध्वाश्रयस्य मधुनो ये प्राञ्चः प्राच्यां जिजिगतः रश्मयः तायैव अस्य प्राच्यः प्रागञ्चनात् मधुनो नाड्यः मधुनाड्यैव मध्वाधारच्छिद्राणि इत्यर्थः। तत्र रुचैव मधुकृतः लोहितरूपं सवित्राश्रयं मधुकुर्वन्ति इति मधुकृतः भ्रमर इव। यतो रसानादाय मधुकुर्वन्ति तत्पुष्पमिव पुष्पं ऋग्वेद इव। तत्र ऋग्ब्राह्मणसमुदायस्य ऋग्वेदाख्यत्वात् शब्दमात्राच्च भोग्यरूपरसनिस्रावसम्भव ऋग्वेदशब्देन अत्र ऋग्वेदविहितं कर्म ततो हि कर्मफलभूतमधुरसनिस्रावसम्भव। मधुकरैरिव पुष्पस्थानीया तु ऋग्वेदविहितात् कर्मणः अप आदाय ऋग्भिः मधु निर्वर्त्यते। कास्त अपः इति अहं ताः कर्मणि प्रयुक्ताः सोम आद्यपयोरूपाः अग्नौ प्रक्षिप्ताः तत्पाकाभिनिर्वृत्ता अमृतः अमृतार्थत्वात् अत्यन्तरसवत्यः अपो भवन्ति। तद्रसानादाय तावा एतादृशः पुष्पेभ्यो रसम् आददान इव भ्रमरार्चः। एतं ऋग्वेदम् अभ्यतवगं स्तस्य अभितप्तस्य यशस्तेज इन्द्रियं वीर्यम् अन्नाधिकं रसो अजायत। एतं ऋग्वेदं ऋग्वेदविहितं कर्म पुष्पस्थानीयम् अभ्यतपन् अभितापं कृतवत्यः इव एतादृशः कर्मणि प्रयुक्तः। ऋग्भिर्हि मन्त्रैः शस्त्रादि अङ्गभावं भुगतैः क्रियमाणं कर्म मधु निर्वर्तकं रसं मुञ्चति इति उपपद्यते। पुष्पाणि इव भ्रमरैः आचुष्यमाणानि तदेतदः तस्य ऋग्वेदस्य वितप्तस्य कोसवरसः यः ऋङ्मधुकराभितापनिःसृत इत्युच्यते। यशः विषुतत्वं तेजः देहगता दीप्तिः इन्द्रियं सामर्थ्योपेतैः इन्द्रियैः अवैकल्यं वीर्यं सामर्थ्यं बलम् इत्यर्थः। अन्नाद्यम् अन्नञ्च तदाद्यञ्च येन उपयुज्यम् अनेन अहनि अहनि देवानां स्थितिः स्यात्। तदन्नाद्यं ये शरसः अजायत यागादिलक्षणात् कर्मणः। तद्व्यक्षरतु तदादित्यम् अभितो आश्रयतु तद्वायत् यदेतदादित्यस्य रोहितकं रूपम्। यशादि अन्नाद्यपर्यन्तं तत् व्यक्षरतु विशेषेण अक्षरतु अगमत् गत्वा च तदादित्यम् अभितः पार्श्वतः पूर्वभागं सवितुः आश्रयितुम् आश्रितवतु इत्यर्थः। अमुष्मिन्नादित्ये सञ्चितं कर्मफलाख्यं मधु भोक्ष्यामः इत्येवं हि यशादिलक्षणफलप्राप्ति कर्माणि क्रियन्ते मनुष्यैः केदारनिष्पादनमिव कर्षकैः। तत् प्रत्यक्षं प्रदर्श्यते श्रद्धाहेतुः। तद्वा एतत् किं तत् यदेतत् आदित्यस्य उद्यतो दृश्यते रोहितं रूपम् इति प्रथमखण्डभाष्यम्। अथ द्वितीयः खण्डः। अथ यस्य दक्षिणारश्म्यः ता एवास्य दक्षिणामधुनाड्यो यजोगुंषि एव मधुकृतो यजुर्वेदयो पुष्पं ता अमृतापहम्। अथ ये अस्य दक्षिणारश्म्यः इत्येतत् समानं यजोंषि एव मधुकृतः यजुर्वेदविहिते कर्मणि प्रयुक्तः पूर्वतो मधुकृते यजुर्वेदविहितं कर्म पुष्पस्थानीयं पुष्पमित्युच्यते ता एव सोमाद्य अमृतापः। तानि मायतानि यजुंषि एतं यजुर्वेदम् अभ्यतभगंस्तस्य अभितप्तस्य यस्तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो जायतं तद्वेक्षरतो तदादित्यम् अभितो अश्रयितो तद्वा यतन् यदेतदादित्य शुक्लगं रूपम्। तानि वा एतानि यजुंषि एतं यजुर्वेदम् अभ्यतपन् इत्येमानि सर्वं समानं मधु एतदादित्यस्य दृश्यते शुक्लं रूपम् इति द्वितीयखण्डभाष्यम्। अथ तृतीयः खण्डः। अथ यस्य प्रत्यञ्चोरश्म्यः ता एवास्य प्रतीच्यो मधुनाड्यः सामानि एव मधुकृतः सामवेदे पुष्पं ता अमृतापहं तानि वा एतानि सामानि एतकं सामवेदम् अभ्यतभगंस्तस्य अभितप्तस्य यशस्तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो जायतं तद्वेक्षरतो तदादित्यम् अभितो अश्रयतो तद्वा एतद्यदेतदादित्यस्य कृष्णगं रूपम्। अथ यस्य प्रत्यञ्चोरश्म्यः इत्येतत् समानं तथा साम्ना मधु एतदादित्यस्य कृष्णं रूपम् इति तृतीयखण्डभाष्यम्। चतुर्थखण्डः। अथ यस्य उदञ्चोरश्म्यः ता एवास्य उदीच्यो मधुनाड्यो अथर्वाङ्गिरसय मधुकृत इतिहासपुराणं पुष्पं तामतापः ते वा एते अथर्वाङ्गिरसयेतदितिहासपुराणम् अभ्यतभगंस्तस्य अभितप्तस्य यशस्तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो जायतं तद्वेक्षरतो तदादित्यम् अभितो अश्रयतो तद्वायतं यदेतदादित्यस्य परं कृष्णगं रूपम्। अथ यस्य उदञ्चोरश्म्यः इत्यस्य समानम् अथर्वाङ्गिरस अथर्वण अङ्गिरस च दृष्टामन्त्रः अथर्वाङ्गिरसः कर्मणि प्रयुक्तः मधुकृतः इतिहासपुराणं पुष्पम् तयोश्च इतिहासपुराणयोः अश्वमेधे पारिप्लवासु रात्रिषु कर्माङ्गत्वेन विनियोगः सिद्धः। मधु एतदादित्यस्य परं कृष्णं रूपम् अतिशयेन कृष्णम् इत्युक्तः इति चतुर्थखण्डभाष्यम्। अथ पञ्चमः खण्डः। अथ ये अस्य ऊर्ध्वारश्म्यः ता एव अस्य ऊर्ध्वा मधुनाड्यो गुह्याम् एव आदेशामधिकृतो ब्रह्मैव पुष्पं तामृतापहम् ते वा एते गुह्यादेशा एत ब्रह्मभ्युद्भगंस्तस्य अभितप्तस्य यशस्तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो जायतं तद्वेक्षरतो तदादित्यम् अभितो अश्रयतो तद्वा एतन् यदेतदादित्यस्य मध्ये क्षोभतैव। अथ ये अस्य ऊर्ध्वारश्म्यः इत्यादि पूर्वतं गुह्य गोप्य रहस्य इव आदेशः लोकद्वारीयादिविधयः उपासनानि च कर्माङ्गविषयाणि मधुकृतः ब्रह्मैव शब्दाधिकारात्वं प्रणवाक्यं पुष्पं समानमन्यत् मधु एतन् आदित्यस्य मध्ये क्षोभतैव समाहितदृष्टेः दृश्यते सञ्चरति इव ते वा एते रसानागं रसा वेदा हि रसाः तेषाम् एते रसाः तानि वा एतानि अमृतानाम् अमृतानि वेदा हि अमृताः तेषाम् एतानि अमृतानि ते वा एते यथोक्तः रोहितादिरूपविशेषः रसानां रसः केषां रसानामिति अहं वेदा हि यस्माल्लोकनिश्यन्दत्वात् सारा इति रसः तेषां रसानां कर्मभावम् आपन्नानाम् अपि एते रोहितादिविशेषाः रसाः अत्यन्तसारभूताः इत्यर्थः तथा अमृतानाम् अमृतानि वेदा हि अमृताः नित्यत्वात् तेषाम् एतानि रोहितादीनि रूपाणि अमृतानि रसानां रस इत्यादि कर्मस्तुतिरेष यस्य एवं विशिष्टानि अमृतानि फलम् इति पञ्चमखण्डभाष्यम्।